सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावदीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय, सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां परिचयः। परिचयार्थं तत्र हलन्तपदानाम् अनेकानां तत्र तु अनेकानि पदानि सन्ति, किन्तु सारल्यं भवतु इति कृत्वा तत्र प्रथमतया पुल्लिङ्ग हलन्तपुल्लिङ्गपदानां परिचयः, तेषां परिचयः प्रथमतया भवति। अस्मिन् विषये वयं गतवर्गे अपि तस्य पूर्वमपि एकां कथां पठितवन्तः, तत्र करपत्रम् अस्ति इति मन्ये सर्वेषां पार्श्वे। तत्र करपत्रे तत्र किं किम् अस्ति इति तत्र तु प्रथमपुटे तत्र हलन्तपुल्लिङ्गशब्दाः इति अस्ति, तत्र ऋत्विक् यजति ऋत्विजौ यजतः इति सर्वेषां पार्श्वे अस्ति खलु? अस्तु अस्तु, अतः तत्र श्रीप्रिया भगिनी नमस्कारः। अस्तु, अतः तत्र किं कुर्मः, तत्र कथायाः पूर्वम् एकवारं तत्र स्वरूपमहोदयस्य करपत्रं यत् अस्ति तत्र हलन्तपदानां रूपाणि दत्तानि सन्ति, तत्र तत्र किञ्चित् अभ्यासं कृत्वा तदनन्तरं कथां पठित्वा तत्र अभिज्ञानं कथम् अस्ति इति पश्यामः। अस्माकम् अभिज्ञानम् इत्युक्ते तत्र दृष्ट्वा अस्तु एतस्य रूपम् एतद् षष्टिविभक्त्यन्तम् अस्ति इति तादृश तद् कर्तुं शक्नुमः इति। अस्तु तर्हि, अरुणभगिनी नमस्कारः भगिनी। अतः तत्र प्रथमतया तत्र भवत् शब्दः प्रसिद्धशब्दः, अपि भवान् अपि भवतः नाम किम्, अतः तत्र भवान् भवन्तः भवतः नाम किम् एतत्तु बहुवारं वयं श्रुतवन्तः, अतः तद् हलन्तपदानि विषये तत्र एतत्तु आरम्भे यदि कुर्मः लाभः भवति। अतः तत्र अस्तु, उषा भगिनी तत्र भवान् शब्दस्य विभक्तिरूपाणि एकवारं पठति वा भगिनि? आं महोदय, तकारान्तः भवत् शब्दः, भवान् भवन्तौ भवन्तः, भवन्तं भवन्तौ भवतः, भवता भवत्यां भवद्भिः, भवते भवत्यां भवद्भ्यः, भवतः भवत्यां भवद्भ्यः, भवतः भवतोः भवतां, भवति भवतोः भवत्सु, हे भवान् हे भवन्तौ हे भवन्तः। समीचीनं भगिनि, हा बहु समीचीनम् अस्ति। अतः तत्र प्रातिपदिकम् अस्माकं पदस्य प्रातिपदिकं किं भवत् महोदय? भवत् तकारान्तप्रातिपदिकं, तकारान्त तत्र तकारान्त इति प्रथमविभक्तौ कुत्र दृश्यते? प्रथमविभक्तौ बहुवचने दृश्यते महोदय, भवन्तः इति, अतः द्विवचने अपि दृश्यते, किन्तु साधारणतया वयं नियमः स्वीकुर्मः नाम बहुवचने अन्तिमवर्ण पश्यामश्चेत् जानीमः तत्र भवन्तः तकार अन्ते अस्ति विसर्गस्य पूर्वं, विसर्गात् पूर्वम् इति कृत्वा तत्र भवन्तः इति बहुवचनरूपम् अस्ति प्रथमविभक्तेः इति कृत्वा तत्र जानीमः प्रातिपदिकं तकारान्त इति अस्ति इति। समीचीनं भगिनि, अस्तु। नरेश महोदय नमस्कारः, गीताञ्जलि भगिनी नमस्कारः। नमस्कारः भगिनि, नमस्कारः भगिनि। श्रीप्रिया भगिनी नमस्कारः, न श्रूयते भगिनि, हा अस्तु। अतः अग्रे इदानीं शोभा भगिनी तत्र किञ्चित् विवृणोति वा भवत् शब्दस्य रूपाणि, तत्र तृतीया चतुर्थी पञ्चमी षष्टि सप्तमी मध्ये तत्र एकवचने रूपं कीदृशम् इति। आं महोदय, तत्र तृतीया विभक्तौ भवता इति भवति, दीर्घ आकारः, अपि च द्विवचने भवद्भ्यां, बहुवचने भवद्भिः, एकवचनमेव अस्तु. तत्र भवत् इति प्रातिपदिकम् आसीत्, तृतीया विभक्तौ भवता इति दीर्घ आकारातः भवति, चतुर्थी विभक्तौ भवते इति एकार श्रूयते अन्ते, अपि च पञ्चमी विभक्तौ भवतः इति भवति, यत् द्वितीया बहुवचने अपि अस्ति. समीचीनम्, समीचीनम्. अतः तत्र पञ्चमी षष्टिरूपं समानम्, अपि तत्र द्वितीया बहुवचने अपि एतद् रूपम् आगच्छति. समीचीनं भगिनि. अपि अन्तिमं तत्र सप्तमी, सप्तमी भवति इति तत्र इकारान्त. अतः तत्र भवता इति तृतीया विभक्तौ, चतुर्थी मध्ये भवते, आम् भवता, भवते, भवतः, भवतः, भवति, भवति इति. हा समीचीनं भगिनि. इदानीं तत्र अग्रिमं पदं तत्र पश्यतु, तत्र नकारान्तपदम् आत्मन् इति. आम्, हा तत्र एतानि रूपाणि एव तस्मिन् कोष्टके अपि पश्यतु, एकवारं पठतु भगिनि. तत्र आत्मन् इति पदस्य तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी एकवचनरूपाणि. आम् महोदय, तत्र अहम् आत्मा, अस्तु. आम्, तत्र आत्मन् इति नकारान्त पदम्, आत्मन् इति प्रातिपदिकं, तत्र आत्मा, आत्मानौ, आत्मानः इति प्रथमविभक्ति. अपि च किम् उक्तवान् महोदय भवान्? केवलं तत्र यद् भवती पठितवती, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, तदेव अस्तु. तत्र आत्मन् इत्यस्य तृतीया विभक्तौ आत्मना इति दीर्घ आकारः भवति, अन्ते नकारः. चतुर्थी विभक्तौ आत्मने इति अन्ते नकारः एव, अपि च एकारान्त. पञ्चमी विभक्तौ आत्मनः इति भवति, अपि च षष्ठी अपि आत्मनः, अपि च द्वितीया विभक्तौ बहुवचने आत्मनः इति, सप्तमी विभक्ति आत्मनि इति. तत्र तत्र तृतीयातः सप्तमी पर्यन्तं नकारः एव दृश्यते अन्ते. तत्र यदि तत्र नियमः, तत्र कथम् एतद् रूपं करणीयम् इति प्रश्नः भवति चेत्, तत्र आत्मानः, आत्मानः इति प्रथमविभक्तौ बहुवचने अस्ति इति कृत्वा, तत्र आत्मन् इति भवति इति ज्ञातुं शक्नुमः, ज्ञातुं शक्नुमः. प्रातिपदिकम् आत्मन् इति, अतः इदानीं ज्ञानमस्ति, आत्मन् इति पदमस्ति, प्रातिपदिकम् आत्मन् इति अस्ति. इदानीं प्रातिपदिकम् आत्मन् इति स्वीकृत्य किं करणीयं तत्र तृतीयविभक्तिरूपं यदि प्राप्तुम् इच्छामः? इच्छामः चेत् आत्मन् प्रातिपदिकं स्वीकृत्य तत्र दीर्घ आकारः योजनीयम् अन्ते. हा तावदेव खलु. यथा भवत् शब्दे तत्र भवत् प्रातिपदिकं भवते, भवता इति तृतीयं इच्छामश्चेत् दीर्घ आकारः प्रातिपदिकस्य अन्ते. इदानीं तत्र चतुर्थी इच्छामश्चेत्, चतुर्थी इच्छामः चेत् अन्ते एकारः योजनीयम्, आत्मन्योगः एकारः आत्मने इति भवति. पञ्चमी, पञ्चमी तत्र अह इति भवति महोदय, तत्र आत्मन्योगः अह. पञ्चमी अपि षष्टि आत्मन्योगः अह इति योजनेन आत्मनः इति भवति, अपि च सप्तमी आत्मन्योगः इकारः एव आत्मनि इति भवति. अतः तत्र एतद् तत्र हलन्तपदानां तत्र प्रयोगः यदि कर्तुं प्रयोगं कर्तुम् इच्छामः, एतद् प्रथमतया ज्ञातव्यम् अस्ति. तत्र तृतीयातः सप्तमीपर्यन्तम् एकवचने बहु सुलभम् अस्ति, रूपाणि बहु सुलभानि सन्ति खलु. यदि भवत् शब्दस्य रूपाणि जानीमः, हलन्तपदानां तृतीयातः सप्तमीपर्यन्तम् एकवचने सुलभतया साधारणरूपं कर्तुं शक्नुमः. तत्र सन्धि भवेत् तद् भिन्नम्, राज्ञे राज्ञा इति भवति, तत्र सन्धिकार्यं किमपि अस्ति, किन्तु साधारणतया तत्र क्लेशः साधारणतया न भवेत्. एकमेव वर्णः योजनीयम् अस्ति विहाय पञ्चमी अपि षष्टि, तत्र विसर्गः अपि आगच्छति. सत्यम्. अतः तत्र सुलभम् अस्ति, सुलभम् अस्ति. आकार एकार अह अह ईकार ईकारः तावदेव. अस्तु, अतः सुलभम् अस्ति. अस्तु, वंशीसुधा भगिनी नमस्कारः. शुभदा भगिनी नमस्कारः. अस्तु, अग्रे ललिता भगिनी, इदानीं तत्र भवत् शब्दस्य द्वितीया द्विवचनरूपं तत्र कथं भवति इति विवृणोति वा? तत्र भवत् शब्दस्य द्विवचनरूपं सर्वासु विभक्तिषु भवन्तं भवन्तौ भवतः. न न, द्वितीयविभक्ति न, द्विवचनरूपं भवन्तौ, ओन्लि भवन्तौ. हा, भवन्तौ. पुनः द्वितीयविभक्तौ मध्ये किं सर्वत्र? प्रथमविभक्ति मध्ये द्विवचनरूपं, द्वितीयाविभक्ति मध्ये द्विवचनरूपं, केवलं द्वितीया क्षम्यतां, प्रथमविभक्ति मध्ये द्विवचनरूपं, द्वितीयाविभक्ति मध्ये द्विवचनरूपं, केवलं द्विवचनरूपाणि वदति वा? भवत् भवत् शब्दस्य, तत्र भवत् शब्दस्य कोष्टकम् अस्ति खलु, केवलं मध्यमस्तम्भे मध्यमे स्तम्भे यानि पदानि सन्ति केवलं तानि पठतु भगिनि. अस्तु अस्तु. भवन्तौ द्वितीया, भवन्तौ तृतीया, भवद्भ्यां चतुर्थी, भवद्भ्यां पञ्चमी अपि भवद्भ्यां षष्ठी भवतोः सप्तमी भवतोः इति अस्ति अत्र. अतः तत्र कति विभक्तयः सन्ति? विभक्तयः कति सन्ति? विभक्तयः विभक्तयः वचनं सप्तविभक्तयः सन्ति, परन्तु अत्र सप्तरूपाणि सन्ति वा? अत्र न न, त्रीणि रूपाणि सन्ति. रूपत्रयमेव अस्ति, रूपत्रयं, प्रथमा द्वितीया समानमस्ति, तृतीया चतुर्थी पञ्चमी समानम् अस्ति, षष्टि सप्तमी समानम् इति. अतः तत्र पश्यतु, तत्र इदानीम् आत्मन् पदं स्वीकुर्मः, तत्र किमस्ति द्वितीयस्तम्भे? असमानमेव, आत्मानौ, आत्मन् शब्दस्य द्वितीया प्रथमाविभक्ति आत्मानौ, द्वितीया आत्मानौ, अनन्तरम् आत्मभ्याम् आत्मभ्याम् आत्मभ्याम् आत्मनोः आत्मनोः सम्बन्ध सम्बोधन आत्मानौ इति. अत्र अपि समानमेव, प्रथमा द्वितीया समानमस्ति विभक्ति, द्वितीयवचने द्वितीया चतुर्थी पञ्चमी समानमेव, षष्टमी सप्तमी समानमेव. अपि षष्टि सप्तमी तत्र भवत् इति प्रातिपदिकं, किन्तु द्विवचनरूपं किम् अस्ति? भवतोः भवतोः भवतोः. आत्मनिति प्रातिपदिकं तत्र द्विवचने किं भवति? षष्टि सप्तमी मध्ये आत्मनोः आत्मनोः. इदानीं तत्र इदानीं सुहृद् पश्यामः, तत्र किम् अस्ति? सुहृद् मध्ये षष्टि सप्तमी, षष्टि सप्तमी द्विवचने सुहृदोः सुहृदोः सुहृदोः. वणिज् इति जकारान्तपदं, तत्रापि षष्टि सप्तमी द्विवचने वणिजोः. अतः तदपि सुलभम् अस्ति, षष्टि सप्तमी द्विवचने हलन्तपदानां रूपं यदि इच्छामः सुलभेन कर्तुं शक्नुमः. ओहो इति प्रातिपदिकं, तदनन्तरम् ओहो इति. तत्र सन्धिकार्यं भवेत् किन्तु मरुत् मरुतोः, सुहृत् सुहृदोः, आत्मन् आत्मनोः, सरित् सरितोः. इति तत्र सृज् सृजोः मनसि स्थापन स्थापनं स्थापितुं शक्नुमः, सुलभतया स्थापितुं शक्नुमः. अस्तु तर्हि तत्र इदानीं तत्र मध्ये अपि तृतीया चतुर्थी पञ्चमी मध्ये तत्र आत्मभ्याम् आत्मभ्याम् आत्मभ्यां भवद्भ्यां भवद्भ्यां भवद्भ्याम् इति अस्ति. तत्र प्रायशः तत्र तत्र अन्तिमवर्णः न दृश्यते खलु, तत्र आत्मनिति नकारान्त अस्ति, नकारान्तप्रातिपदिकम् अस्ति, किन्तु आत्मन्भ्याम् इति नास्ति, आत्मभ्याम् एव अस्ति. राजन् इति अस्ति, तत्र राजभ्याम् इति एव अस्ति. अतः तत्र किञ्चित् सावधानम् अपेक्षितम् अस्ति, किन्तु तत्र रूप तत्र विभक्तित्रयं समानरूपम् अस्ति द्विवचने, अतः भ्यां भ्यां भ्याम् इति भवति इति किञ्चित् ज्ञानं तु अस्ति. अस्तु तर्हि इदानीं तत्र किञ्चित् तत्र ज्ञानं प्राप्तम् इति मन्ये. तत्र हलन्तफलानाम् एकः विषयः तु अस्ति, तत्र क्लेशः कुत्र भवति इत्युक्ते प्रथमाविभक्तौ अपि द्वितीया विभक्तौ एव क्लेशः भवति. तदनन्तरं साधारणरूपम् अस्ति, सुलभतया मनसि स्थापयितुं शक्नुमः वयम्. अस्तु तर्हि इदानीं तत्र अग्रे गच्छामः. तर्हि तत्र भवद्शब्दस्य किञ्चित् रूपं दृष्टवन्तः. इदानीं तत्र किं कुर्मः, तत्र कथा या गतवर्गे या कथा यां कथां पठितवन्तः तत्र अग्रे गन्तव्यम् अस्ति. अतः तत्र कथा अस्ति, तत्र करपत्रे तु अन्तिमपुटद्वये अस्ति, अतः तत्र गच्छामः. आपत्सु मित्रं जानीयात् इति. अस्तु तर्हि तत्र वेदा भगिनी अग्रे पठति, आरम्भं करोति वा तत्र कुत्र महोदय पत्न्याः आग्रहेण तत्र. अस्तु एतत् कुर्मः, तत्र किञ्चित् अस्तु प्रथमपरिच्छेदे किम् अस्ति इति तत्र भूमिका किञ्चित् वदति वा, भूमिका का इति, भूमिका इत्युक्ते बेक्ग्रौण्ड्, भूमिका का इति किञ्चित् वदति वा. ओ द्वार महोदय क्षम्यतां महोदय, ततः पूर्वम् एकः प्रश्नः, तत्र पुटे पुटनं सङ्ख्या न दृश्य प्रथमायां रूपाणि अस्ति किल महोदय, तत्र करपत्रे वणिज् वणिक् सर्वम् अस्ति किल, तत्र एकवारं द्रष्टुं शक्यते वा महोदय, तत्र करपत्रे भवतः यत् प्रेषितम्. अस्तु भगिनि, हलन्तपदनं तत्र स्वरूप स्वरूप महोदयस्य न महोदय, भव करपत्रं यत् कथा अस्ति तस्मिन् करपत्रे तत्र कोष्टकम् अस्ति किल, साम्राज् अस्ति, तत्र साम्राट् कथं भवति, यतोहि अत्र वणिज् शब्दवत् भवति वा नो चेत् तत्र तदपि भिन्नम् अस्ति भगिनि तत्र. अतः तत्र जकारान्त केवलम् एकमेव रूपम् इति नास्ति, सम्राट् इति भिन्न जकारान्तपदं, वणित् इति भिन्न जकारान्तपदम् भगिनि, तथा यथा तत्र राजन् इति भिन्नपदम्, आत्मन् इति भिन्नपदम्. आम् सत्यम्, तत्र द्विवचने तु सम्यक् अस्ति, साम्राजौ अस्ति, साम्राजः अस्ति, परन्तु प्रथमा विभक्ति एकवचन तु साम्राट् अस्ति, तत्र का प्रक्रिया इति इदानीम् अस्माकं कार्यं नास्ति, किन्तु अस्तु तत्र किन्तु यद् भवती उक्तवती तत्तु बहु समीचीनम् अस्ति, तत्र प्रथमा विभक्तौ एव विशेष रूपाणि भवन्ति, प्रथमविभक्तौ द्वितीयविभक्तौ, तदनन्तरं साधारणतया वक्तुं शक्नुमः रूपं कीदृशम् इति, केवलं प्रथमविभक्तौ द्वितीयविभक्तौ एव क्लेशः भवति. अपि प्रथमाविभक्ति बहुवचने प्रायः साधारणरूपमेव भवति, एकवचने अथवा द्वितीयाविभक्ति बहुवचने तत्र किञ्चित् क्लेशः भवति इति मन्ये. पुनः तत्र अद्य किञ्चित् विवृढं दत्तं, किन्तु अग्रिमवर्गे अपि किञ्चित् अधिकं पश्यामः. केवलं तत्र विभक्तिरूपाणाम् एव विवरणं कुर्मश्चेत् वर्गः तत्र बहु किं हा तत्र मनोहरवर्गः न भवति खलु. अतः किञ्चित् व्याकरणं किञ्चित् प्रयोगः. अस्तु महोदय, सम्यक्. अतः अग्रिमवर्गे पुनः तत्र कोष्टके विभक्तेः रूपाणि कीदृशानि इति पुनः अग्रिमवर्गे अपि पश्यामः. किन्तु प्रथमविभक्ति द्वितीयविभक्ति मध्ये एव साधारणतया तत्र सावधानम् अपेक्षितम् अस्ति. अस्तु अस्तु महोदय. अस्तु, इदानीं वेदा भगिनी किञ्चित् भूमिकारूपेण, भूमिकारूपेण इत्युक्ते तत्र कः अस्ति तत्र किञ्चित् के के सन्ति, सम्बन्धः कः, सन्दर्भः कः इति. या कथा द्वापरयुगस्य कथा अस्ति तत्र सर्वं वक्तव्यमिति नास्ति, केवलं भूमिका इत्युक्ते केवलं तत्र वाक्यत्रयम् इति स्वीकृत्य तत्र के के सन्ति अत्र अस्यां कथायाम्. अस्यां कथायां भगवान् श्रीकृष्णः अस्ति, सुदामा एवं तस्य पत्नी एव पत्नी आं पत्नी एव अस्ति. पत्न्याः नाम न जानीमः खलु, नाम न जानीमः, नाम न दत्तम् अस्ति. कोऽपि जानाति वा पत्न्याः नाम किम् इति? सुदाम्नः पत्नी पत्न्याः नाम किम् इति? अस्तु जानामि. अस्तु अस्तु भगिनि, हा अतः तत्र अस्तु अत्र सुदाम तत्र तत् कथायां कष्टकालेषु मित्रं किं सहायं करोति इति तस्य वर्णनं दत्तमस्ति. तत्र सम्बन्धः कः? कृष्णः अपि सुदां सम्बन्धं मित्रं मित्रसम्बन्धं अथवा मृत सुहृदः एव अस्ति. तौ सुहृदौ सुशीला इति दत्तमस्ति महोदय. सुशीला धन्यवादः. गूगल् मध्ये सर्च् कृतवान्. धन्यवादः भगिनि. अस्तु समीचीनमेव. अस्तु अस्तु, एतत् तत्र स्थापनीयमस्ति सुशीला इति. अस्तु अस्तु तर्हि धन्यवादः भगिनी. अतः तत्र किं जानीमः, सुदामा इति अस्ति, तस्य पत्नी अस्ति सुशीला, अपि सुदाम्नः मित्रम् अस्ति श्रीकृष्णः. श्रीकृष्णः राजा अस्ति, महाराजा अस्ति, द्वारकानगर्याः राजा अस्ति, महाराजा अस्ति. समीचीनं भगिनी. अस्तु अग्रे इदानीं गीताञ्जलि भगिनी, तत्र द्वितीयपरिच्छेदे तत्र सुदामा निर्धनः आसीत् इति अस्ति, किञ्चित् विवृणोतु भगिनि. तत्र निर्धनः आसीत् सः, किन्तु सः किं कृतवान् अथवा न कृतवान् इति किञ्चित् वाक्यद्वयं वाक्यत्रयम्. आं महोदय, सुहृदः तु बहु निर्धनः अस्ति. सुदामा निर्धनः अस्ति. क्षम्यतां, सुदामा दरिद्रा अस्ति. दरिद्रः अस्ति, दरिद्रः अस्ति. तस्य तस्य पत्नी वदति हे आर्यपुत्र, कृपया कृष्णभगवान् भगवानस्य समीपे. न भगवतः भगवतः भगवतः इदानीमेव जानीमः खलु भगिनि. इदानीं भगवतः श्रीकृष्ण भगवतः समीपं गत्वा किञ्चित् अस्माकं स्थिति विवृणोतु इति. स्थितेः विवरणं करोतु अथवा स्थितिं विवृणोतु. स्थितिम् इत्युक्ते विवृणोतु इति, स्थितिम् इति भवति चेत् तत्र कर्मपदम्. अपि च स्थितेः तु षष्टि समीचीनं, स्थितेः विवरणं करोतु. कृपया करोतु. तदनन्तरम् अपि तत्र श्रीकृष्णः तस्य श्रीकृष्णे तस्याः विश्वासः अस्ति वा? विश्वासः अस्ति, अपि च सुहृद् अस्ति. सः अवश्य सहायता करोति, साहाय्यं करोति इति. साहाय्यम् अवश्यमेव आचरिष्यति. तत्र सन्देहः एव न मास्तु, अत्र संशयः मास्तु. संशयात्मकस्थितिः नास्ति. सः तु सुहृद् अस्ति, अतः सः तु निश्चयेन साहाय्यं करोति एव इति सा वदति, इति सा प्रेरयति. सा प्रेरयति, सा तस्याः पतिं प्रेरयति गन्तुं, तत्र श्रीकृष्णस्य समीपे गन्तुं सा प्रेरयति. समीचीनं भगिनि. अस्तु, नरेश महोदय अग्रे इदानीं तत्र प्रायशः तत्र तृतीयपरिच्छेदमपि पठितवन्तः इति मन्ये खलु महोदय, किन्तु तत्र किञ्चित् तत्र वाक्यं वाक्यं दृष्ट्वा अग्रे गच्छामः महोदय. अतः तत्र आदौ इति ततः पठित्वा एकवारं पठित्वा वदतु महोदय. आदौ सुदामा तदर्थम् उद्यतः न अभवत्, स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान् स्वार्थाय सुहृदे कष्टं न दातव्यं किल. अपरं च किं त्वं न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते. राजकार्येषु व्यग्रतया कदाचित् सः अस्मान् विस्मृतवान् स्यात्. अत एव एतादृश्यां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति इति. आदौ सुदामा तत्र गन्तुम् इच्छतः न इच्छति. वदतु महोदय. सः पत्नीं उक्तवान् गन्तुं तत्र गन्तुं तु स्वार्थः अस्ति. अहं मम स्वार्थाय तं कष्टं न ददामि. तस्मै कष्टं न ददामि. कष्टं न दातुम् इच्छामि. कष्टं न दातुम् इच्छामि. तस्मै कष्टं न दातुम् इच्छामि. न दातव्यं किल कष्टं न दातव्यं सुहृदे. समीचीनं. सः तु कार्येषु व्यस्त अस्ति. अहं सः विस्मृतवान् अपि. अग्रे तत् अत एव एतादृशां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति. सुदामा न चिन्तयति एतत् मेलनम् उचितम् अस्ति. उचितं नास्ति इति सः चिन्तयति. समीचीनं महोदय, धन्यवादः. अस्तु, धन्यवादः महोदय. अस्तु अग्रे एतत् एषः परिच्छेदः पुनः तत्र शुभदा भगिनी आरम्भति, किञ्चित् विवृणोति वा तत्र आदौ सुदामा तदर्थम् उद्यतः न अभवत्. प्रथमं तु सुदामा तस्य पत्न्याः सह पत्न्याः मतं न स्वीकरोति, परन्तु स्वमतं सम्पोषयन् तत्र सुदामा तदर्थम् उद्यतः उद्यतः इति तत्र किम् उद्युक्तः उद्युक्तः न अभवत् तत्र उत्सुकः अथवा तत्र उत्साहः नासीत् किन्तु उद्यतः तत्र किं भवति तत्र वाक्ये रूपं किं भवति तत्र उद्यतः उद्यतः इति विशेषणमस्ति सुदामा इति शब्दस्य सुदामा इति उद्यतः विशेषणमस्ति अपि आदौ इति तत्र आदौ इति सप्तमी विभक्ति इति अहं मन्ये आदि आदौ अत्र तस्मिन् अतः आरम्भे इति आरम्भे सः तदर्थम् इत्युक्ते यत् सुशीला उक्तवती कर्तुम् उक्तवती तस्मिन् विषये सः उत्सुकः न आसीत् इति आरम्भे इदानीम् अग्रे स्वमतं सम्पोषयन् सः पत्नीं बोधितवान् प्रबोधितवान् सम्पोषयन् इति शत्रन्तपदं सम्पोषयन् तत्र तु हलन्तपदं तत्र द्विवचने बहुवचने किं भवति प्रथमविभक्तिरूपं भवत् शब्दवत् भवति तत्र तु भवान् भवन्तः सम्पोषयन् सम्पोषयन्तः हा इति समीचीनं अपि तत्र स्वमतम् इति अस्ति स्वमतम् इति विभक्ति का तत्र स्वमतं सम्पोषयन् स्वमतम् इति कर्मपदमस्ति अतः द्वितीया किं सम्पोषयति अथवा किं सम्पोषयन् अस्ति सः स्वमतं सम्पोषयन् अस्ति अथवा आसीत् समीचीनं स्वमतं कर्मपदमस्ति अपि सः पत्नीं बोधितवान् प्रबोधितवान् किं प्रबोधितवान् स्वार्थाय सुहृदे कष्टं न दातव्यं किल स्वार्थाय इत्युक्ते स्वार्थ अस्ति तदर्थम् अस्माकम् अर्थे तत्र अस्माकं किमपि इच्छा अस्ति अथवा किमपि कार्यम् अस्ति अतः तस्य कृते स्वार्थस्य कृते क्षम्यता महोदय अत्र सुहृदे इति विभक्ति का तत्र प्रथमतया वयं दृष्टवन्तः खलु भगिनि तत्र चतुर्थी भवत् इति अस्ति चेत् भवत् शब्दस्य चतुर्थी एकवचनमस्ति दातव्यमपि अस्ति तदपि समीचीनं किन्तु तत्र इदानीम् अभिज्ञानं भवतु तत्र भवते सुहृदे अतः चतुर्थी समीचीनं भगिनि अस्तु अग्रे कष्टं न दातव्यं किल कष्टम् इति अगेन् द्वितीया विभक्ति भवति द्वितीया कर्मपदमस्ति चेत् अस्ति अतः न दातव्यं दातव्यमिति रूपम् अस्ति इदानीं मास्तु दातव्यं करणीयं कर्तव्यम् इति अस्ति इदानीं मास्तु अग्रे तव्यत् अनियपत्रस्य अस्तु अग्रे पश्यामः अपरं च किं त्वं न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते अपरं च इत्युक्ते अन्यविषयः केवलं केवलम् एषः अंशः न अन्यः अंशः अपि अत्र स्मर्तव्यः अस्ति अन्यः विषयः अस्ति स्मर्तव्यमस्ति किं त्वं न जानासि कृष्णः इदानीम् अधुना तु महान् राजा अस्ति द्वारकानगर्यां महान् राजा वर्तते इदानीं महान् राजा इति पदस्य तत्र द्विवचने बहुवचने रूपं किं भवति महान् राजा महान् इति महान् महान्तौ महान्तः महान्तं महान्तं महान्तौ केवलं प्रथमविभक्ति केवलं प्रथमविभक्ति महान् राजा महान् राजा इति तत्र महान् राजा एकवचनं महान् राजा महान्तौ राजानौ महान्तः राजानः तावदेव समीचीनं भगिनि हा वर्तते तत्र अपरं च इत्युक्ते हा यथा भवती उक्तवती तत्र अन्यविषय अपि अस्ति तत्र किं त्वं न जानासि यत् तत्र न जानासि यत् इति अस्ति चेत् तत्र इति अपि वक्तुं उपयुज्य वक्तुं शक्नुमः खलु तत्र तादृश तत् कुर्मश्चित् रूपं किं भवति त्वं न जानासि इदानीं कृष्णः इदानीं महान् राजा वर्तते इति यत् विहाय सम्पूर्णं तदनन्तरम् इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे वंशीसुधाभगिनी अग्रे वदति वा भगिनि आं महोदय श्रूयते किल राजकार्येषु व्यग्रतया कदाचित् सः अस्मान् विस्मृतवान् स्यात् अस्तु सुशीला उक्त वदति तत्र कृष्णः राजकार्येषु निमग्नाः आसन् निमग्नः एतत् सुशीला न वदति एतत् ओ सुधामा वदति खलु उक्तवान् सुधामा वदति अहं न गच्छामि इति तस्य सुधामा उक्तवान् राजकार्येषु सः व्यग्रतया व्यग्रतः भवति वा व्यग्रतया व्यग्रता इति भावः व्यग्रता इति भावस्य चतुर्विभक्ति अस्तु महोदय न तृतीया व्यग्रतया इति तृतीया हा क्षम्यतां व्यग्रतया सः कृष्णः विस्मृतवान् इति उक्तवान् सः कं विस्मृतवान् स्यात् अस्मान् विस्मृतवान् अस्मान् अस्मान् इत्युक्ते तत्र द्वितीयविभक्ति तत्र सुधाम इति अस्ति प्रथमविभक्ति सुधामायाः न सुधामन् इति अस्ति सुधाम्नः सुधाम्नः इति तत्र किन्तु अत्र तु द्वितीयविभक्ति अपेक्षितं खलु अस्तु तर्हि सुधाम्नः एव भवति किल द्वितीयविभक्ति अपि महोदय तत्र किम् अन्य कोऽपि वक्तुम् इच्छति वा तत्र रूपं कीदृशं भवति तत्र सुधामन् इति सुधामन् आत्मन् शब्दवत् भवति किल महोदय द्वितीयविभक्ति सुधामानः परन्तु आत्मनः बहुवचने षष्टि अस्ति एकवचनम् इदानीं केवलं द्वितीयविभक्ति एकवचनम् अपेक्षितम् सुधामानं आत्मानं शब्दवत्त्वम् अस्तु सुधामानं विस्मृतवान् अपि सुशीलां विस्मृतवान् तत्र कारणं किं केन कारणेन सः विस्मृतवान् स्यात् कृष्णः राज्यकार्येषु निमग्नः अस्ति इति कारणेन आं महोदय सः राज्यकार्येषु निमग्नः अस्ति इति कृत्वा तेन कारणेन सः अस्मान् विस्मृतवान् स्यात् अत एव एतादृश्यां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति इति सुधामः उक्तवान् अस्मिन् सुधामा क्षम्यताम् आत्मावत् किल महोदय सुधामा उक्तवान् तत्र अस्मिन् स्थितौ अस्यां स्थितौ यदि अहं गच्छामि तत्र मम स्वार्थम् एव दृश्यते न तु अस्माकं मेलनं तत्र कोऽपि प्रयोगः प्रयोगः तत्र लाभः किं कोऽपि लाभः नास्ति उचितं तत्र तत्र कारणद्वयं सः वदति खलु. तत्र प्रथमकारणं किम् अस्ति? तत्र स्वार्थः अस्ति, एतद् स्वार्थम् अस्ति एतत् कार्यम्. अन्यत् कार्यम् अस्ति, यदि तत्र अहं गच्छामि किन्तु तत्र किं भवति अथवा किं भवितुम् अर्हति तत्र गत्वा? तत्र श्रीकृष्णः यदि मेलनं कर्तुम् इच्छति सः, श्रीकृष्णः किं वक्तुं शक्नोति तत्र? अहं न स्मरामि अहं भवान् कः इति सः वक्तुं शक्नोति खलु. आं महोदय, हा. अतः तत्र कारणद्वयम् अस्ति. अतः तत्र मम गमनेन कोऽपि लाभः नास्ति. नास्ति, समीचीनं भगिनि. अतः तत्र अस्यां स्थितौ अत्र गमनं, तत्र मम गमनम् अथवा तत्र मम मेलनम् उचितं न भाति. उचितम् इति किं भवति? उचितम् इति मेलनम् उचितम् इति विशेषणं. विशेषणं भवति महोदय, नपुंसकलिङ्गं मेलनम् उचितं उचितं न भाति. समीचीनं भगिनि. अतः तत्र स्वार्थाय तेन सह मम मेलनम् उचितं न भाति. अतः सः केवलम् एकं कारणं न किन्तु कारणद्वयम् उक्त्वा तत्र अहं न तत्र गमनेन कोऽपि लाभः नास्ति इति वदति. समीचीनं भगिनि, अस्तु अग्रे पश्यामः. महोदय, एक प्रश्नः महोदय, उचितं त्रिषु लिङ्गेषु भवति वा महोदय? उचितः सत्यं भगिनि, उचितः सत्यं, विशेषणम् अस्ति. अपि च भाति इति, भाति इति इत्युक्ते दृश्यते इति भाति न कीदृशपदं महोदय? क्रियापदं भगिनि, भाति. ओ, धातु अस्ति वा तत्र? प्रायशः भा इति किमपि अस्ति खलु, भा अस्ति महोदय. अस्धातु, अस्धातु समायाति भाति, परन्तु भा भवति अस्धातु न. आम् अस्ति, भाति, भवन्ति, धातु भिन्नः, भा अस्ति इति. अस्तु, किन्तु क्रियापदम् अस्ति भगिनि, उषा भगिनि, क्रियापदम् अस्ति. तत्र अस्ति इति अर्थे अथवा दृश्यते इति अर्थे इति भाति इत्युक्ते तत्र उचितम् इति अथवा मन्ये इति मन्ये, तदपि तत्र अर्थः भवितुं शक्नोति तत्र. अस्तु भगिनि, हा, न स्मरामि. अस्तु, अतः दीप्तौ अगादिगणे परस्मैपदम् अकर्मकः, भाति भातः भान्ति, भाति भातः भात, भामि भावः भामः. अस्तु भगिनि, धन्यवादः. अतः धातु किं, धातुः कः पुनः? भा, भा. अस्तु भगिनि, समीचीनं. हा, अतः तत्र भाति इति तत्र प्रथमपुरुष एकवचनरूपम् अत्र. अस्तु भगिनि, समीचीनं. महोदय, एकः प्रश्नः अस्ति, स्वमत्तं सम्पोषन् सः पत्नीं प्रबोधितवान्, अत्र किञ्चित् विवरणं करोति महोदय, किमर्थं तत्र तत्र किम् अस्ति स्थितिः का महोदय? तत्र सुशीला किम् इच्छति? तत्र पति द्वारकानगरं गन्तव्यम् इति सा इच्छति, किन्तु एषः सुधामा तु तत् कर्तुं न इच्छति. अतः सः किञ्चित् विवरणं करणीयमस्ति खलु तत्र, किमर्थम् अहं न गच्छामि इति. अतः तस्य स्वमतं यत् सः चिन्तयति, तस्य अभिप्रायः, तस्य अभिप्रायः यः अस्ति, तस्य अभिप्रायं, तस्य अभिप्रायः किमर्थं तादृशः अस्ति अथवा तस्य चिन्तनं किमर्थं तादृशचिन्तनं तस्य अस्ति इति कारणद्वयं सः वदति. अतः तत्र स्वमतं सम्पोषयन्, सम्पोषयति इत्युक्ते तस्य वर्धनं करोति, वर्धनं. तत्र सम्पोषयन् इत्युक्ते तत्र पोषयति इति अर्थे, तत्र मम मतम् अस्ति केवलम् इति, एतत् मम मतम् इति न, अस्तु एतत् कारणमस्ति मम मतस्य कृते, एषः एतत् अपि अन्यत् कारणमस्ति, अतः मम मतमेव उत्तमम् इति. अतः समर्थनं करोति इति अतः तत्र सम्पोषयन् इति किन्तु तत्र सम्पोषयन् तत् कर्तुम् अथवा तत् कुर्वन् अस्ति इति समये एव तत्र कार्यद्वयम् अस्ति अतः सः कुर्वन् अस्ति अपि सः पत्नीमपि तत्र पत्न्याः मनसि अपि तादृशचिन्तनं भवतु इति सः चिन्तयति केवलं तस्य मनसि यत् चिन्तनम् अस्ति तदेव चिन्तनं पत्न्याः मनसि अपि भवेत् इति कृत्वा सः तां प्रबोधयति हा तत्र प्रबोधसमये इति जानाति खलु न बोधनमिति न प्रबोधे इति प्रबोधनम् इति तत्र बोधनमिति भिन्नं प्रबोध इत्युक्ते प्रबोधयति अथवा तत्र कोऽपि वदति वा किञ्चित् प्रबोधसमये इति कोऽपि जानाति वा प्रबोधसमये समयः कः इति प्रकृष्टेन बोधितुं महोदय अस्ति अस्ति किन्तु प्रबोध इत्युक्ते तत्र समीचीनं हा तत्र तादृशचिन्तनम् अथवा ज्ञानं तस्याः मनसि अपि भवतु इति सः एतत् सर्वं वदति अतः प्रबोधितवान् किमुक्तवती भगिनी किमुक्तवती प्रबोधनम् इति अरुणा भगिनी ज्ञानस्य उद्भवं तस्मै समीचीनं दक्षिणामूर्ति स्तोत्रम् अस्तु समीचीनं भगिनि तत्र प्रबोधसमये प्रबोधितवान् प्रबोधयति ज्ञानम् उत्पादयति स्वस्य मनसि न अन्यस्य मनसि उत्पादयति अतः प्रबोधयति इति अस्ति अतः अत्र पत्न्याः मनसि एतद् चिन्तनस्य उत्पादनं कर्तुम् इच्छति अतः प्रबोधयति अथवा प्रबोधितवान् इति अस्तु समीचीनम् अस्तु तर्हि अग्रे गच्छामः अन्यप्रश्नः अस्ति वा अस्मिन् परिच्छेदे अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः तत्र अरुणा भगिनी अग्रे पठति वा आं महोदय सुदाम्नः मन्तव्यं श्रुत्वा तस्य पत्नी पुनः आग्रहं कृतवती नहि आर्यपुत्र कृष्णस्य विषये मया बहुधा श्रुतमस्ति सः तु विद्वान् गुणग्राही सहृत्प्रेमी भक्तानाम् उद्धारकः दरिद्राणां च पोषकः अस्ति अतः सः एवं न आचरिष्यति भवान् एकवारं गत्वा तं मिलतु स्वकष्टं च श्रावयतु इति अत्र सुदाम्नः किं विभक्ति षष्ठीविभक्ति महोदय सुदाम्नः मन्तव्यः तत्र मन्तव्यः इत्युक्ते चिन्तनम् अभिप्रायः तस्य अभिप्रायः सुदामः अस्ति तस्य अभिप्रायः इदानीमेव सः उक्तवान् तस्य अभिप्रायम् उक्तवान् अतः तस्य अभिप्रायं मन्तव्यं श्रुत्वा इदानीं पत्नी किं वदति क्रोधः न आग्रहः इत्युक्ते तत्र न स्वीकरोति एषः तस्य मतस्य पोषणं कृतवान् किन्तु सा तत् न अङ्गीकरोति अङ्गीकरोति किन्तु तस्याः मतं पोषयितुं सः अग्रे वदति तत्र भवतः मतं समीचीनं नास्ति आर्यपुत्र किमर्थम् इति अहं वदामि इति सा तत्र यत् तस्याः चिन्तनं यदस्ति तत्र तस्मिन् अभिप्राये कोऽपि परिवर्तनं नास्ति एतत् सर्वं श्रुतवती, किन्तु तस्य चिन्तनस्य परिवर्तनं न अभवत्। अतः सापि तस्याः मतं सम्पोषयन्ति इदानीं वदति। अहं कृष्णस्य स्वभावं आग्रहम् इत्युक्ते इन्सिस्ट् अस्ति महोदय। सत्यं भगिनि, अतः मम मतम् एव समीचीनम् अस्ति, भवतः मतं समीचीनं नास्ति इति स्वमतस्य पोषणार्थम् अग्रे वदति। अतः अङ्गीकारः नास्ति तत्र, खलु? अतः इन्सिस्टेन्स् इन्सिस्ट् इति एव अर्थे तत्र आर्यपुत्र भवतः मतम् उचितं नास्ति अत्र, किमर्थम् इति अहं वदामि इति। पत्नीधर्मः अस्ति महोदय। सत्यं भगिनि, तदेव अस्ति खलु सः धर्मपत्नी इति, अतः एव वदामः खलु, नामकरणं तदर्थमेव अस्ति खलु सहधर्मचारिणी। हा सत्यं भगिनि, तत्र धर्मस्य मार्गात् अन्यत्र न गन्तव्यं खलु। सत्यमेव महोदय, तत्र सुदाम्नः कथं भवति यदि सुदामा इति आत्मा शब्दवत् भवति, तत्र सुदामनः भवति किल? सुदामा इति अस्ति, अस्तु भगिनि, यदि आत्माशब्द भवति तत्र षष्ठीविभक्तिरूपं तु आत्मानः, तर्हि सुदामनः भवितुम् अर्हति किल तत्र? सत्यं भगिनि, तत्र केवलं तत्र नकारान्तपदं सुधामन् इति उक्तवन्तः, किन्तु तत्र नकारान्तपदम् अनेकानि पदानि सन्ति, नकारान्तपदानि, अतः तत्र सुधामा इति आत्मन् इति चिन्तयतु इति तावदेव। किन्तु आत्मन् शब्दो न भवति किल तत्र? तदेव, आत्मान् तत्र आत्मा इति पदस्य षष्टि किमस्ति, आत्मनः किन्तु राजन् अस्ति चेत् राज्ञः तदेव सुदाम्नः। प्रायशः राज्ञः सुलो तत्र राज्ञः प्रायशः समीचीनं भवति। धन्यवादः भगिनि, उत्तमः महोदय। सुदाम्नः समस्तपदमस्ति वा? सुदाम्नः मनः, न सुधाम्नः मनसि इति नास्ति भगिनि, सुधा ओ इत्युक्ते तत्र सुधाम इति पदमेव तत्र तस्य निर्माणं कथम् इति वा भवत्याः प्रश्नः? तत्र द्रष्टव्यमस्ति भगिनि, उचितः प्रश्नः, किञ्चित् दृष्ट्वा वदामि भगिनि, अथवा अन्यकोपि अपि पश्यतु यदि, किन्तु समीचीनं प्रश्नः भगिनि, समीचीनः प्रश्नः, सुधामन् इति अस्ति तत्र, अतः सुधामत्, तत्र प्रायशः मतु प्रत्यय एव भवितुम् अर्हति खलु तत्र? अस्तु भगिनि, द्रष्टव्यमस्ति, किन्तु इदानीं न जानामि भगिनि। अस्तु, सः वदति, सा वदति, अहं कृष्णस्य स्वभावम् अहमपि श्रुतवती, सः तु विद्वान् अस्ति, गुणग्राही अस्ति, तस्य विषये मया अपि श्रुतम् अस्ति, अहमपि बहुधा श्रुतवती तस्य विषये। सः कीदृशः अस्ति? सः कृष्णः, श्रीकृष्णः, सः विद्वान् अस्ति, विद्वान् इति पदस्य तत्र कोष्टके अपि दत्तम् अस्ति भगिनि, तत्र विद्वान् इति कीदृशपदम् अस्ति? विद्वस् सकारान्तपदम् अस्ति, सकारान्तपदम् अस्ति तत्र, विद्वान् विद्वांसः इति समीचीनं। अतः तत्र श्रीकृष्णः विद्वान् अस्ति, जानाति सर्वं, जानाति विद् अपि गुणग्राही जनाः गुणानि गृह्णाति, गुणग्राहि. तत्र केवलं वयं साधारणतया किं कुर्मः, तत्र कोऽपि अथवा कापि आगच्छति अथवा कमपि अथवा कामपि वयं पश्यामः, तत्र आचरं दृष्ट्वा तस्य अथवा तस्याः गुणं किम् इति निर्णेतुं शक्नुमः. किन्तु श्रीकृष्णस्य तादृश आवश्यकता नास्ति खलु, अतः सः गुणग्राही. आचरं तत् सः सर्वं तु जानाति एव, सः गुणग्राही अस्ति. आचरणस्य दर्शनम् आवश्यकम् इति किमपि नास्ति. सुहृत्प्रेमी इत्युक्ते मित्राणां सः मित्रस्य, तत्र सुहृदः प्रेमी अस्ति इति कृत्वा तत्र सुहृत् प्रेमी इति समासः खलु तत्र. सुहृत् प्रेमी अस्ति, अतः तत्र तु प्रेमी इत्युक्ते तत्र यस्मिन् प्रेमः अस्ति, यस्मिन् तस्मिन् प्रेमः अस्ति, कस्मिन् विषये अथवा कस्य प्रेमः अस्ति तस्मिन् सुहृदः प्रेमः अस्ति इति कृत्वा तत्र सुहृत् प्रेमी अस्ति सः. भक्तानाम् उद्धारक इति साहाय्यं करोति, पोषणं करोति, पोषणं करोति, मार्गदर्शनं ददाति. दरिद्राणां च पोषकः, अस्ति. सा किमर्थम् एतत् सर्वं वदति? तत्र वयं जानीमः सुदामः सुहृदः अस्ति, दरिद्रः अपि अस्ति इति कृत्वा सा यत् अंशं मूल अंशः आवश्यकः, यः अंशः अस्ति तान् एव स्वीकृत्य, ये मूल अंशाः ये सन्ति तान् एव स्वीकृत्य सा तत्र तस्याः मतस्य पोषणं करोति. इदानीम् अतः सः एवं न आचरिष्यति, एवम् इत्यत्र केवलं विस्मृतं न कृतवान्. आचरणं तस्य न भवेत्, तादृशः सः न करिष्यति. समीचीनं भगिनि. भवान् एकवारं गत्वा कृष्णस्य मेलनं कृत्वा स्वकष्टं श्रावयतु. तत्र श्रावयतु अपि तत्र तस्याः इच्छा का, सा किं चिन्तयति? यदि भवान् श्रावयति सः तु शृणोति एव, श्रुत्वा साहाय्यं निश्चयेन करिष्यति इति. समीचीनम्. एक प्रश्नः अस्ति महोदय, पूर्वपरिच्छेदे अत्र सः अस्मान् विस्मृतवान् स्यात्, किमर्थं स्यात् इति अपि दत्तं ते विस्मृतवान् इति क्रियापदं नास्ति महोदय, विस्मृतवान् न स्यात् इति विस्मृतवान् तु तत्र विस्मृतवान् जानीमः खलु भगिनि, तत्र विशेषणमस्ति पठितवान् इति, तादृश तत्र पठितवान् तु विशेषणमस्ति. साधारणतया क्रियापदं भूतकालसूचकम् इति चिन्तयामः, किन्तु विस्मृतवान् इति तत्र तु तवतु प्रत्यय महोदय, तत्र नामपदमेव अस्ति अपि तत्र तत्र वयं न जानीमः, तत्र निश्चयेन वयं वक्तुं न शक्नुमः, सः स्मरति एव इति वक्तुं न शक्नुमः इति सुदाम्नः मतम्. सुशीलायाः मतं तु भिन्नं, किन्तु तस्य मतम् अस्ति सः न स्मरति, किन्तु सः न वक्तुम् इच्छति, सः निश्चयेन न स्मरति इति तत्तु सः न वक्तुं शक्नोति. अतः सः वदति सः अस्मान् विस्मृतवान् स्यात्. तत्र स्यात् प्रायशः इति अर्थे, हा तत्र न जानीमः किन्तु एतदपि भवितुम् अर्हति. तत्र सः अस्मान् स्मरति अथवा न स्मरति वयं न जानीमः का स्थितिः अस्ति. यदि सः न स्मरति वयं तत्र गत्वा किं कुर्मः इति संशयस्य विषये चिन्तनं करणीयम् इति सः वक्तुम् इच्छति. अतः स्यात् समीचीनं वा भगिनि अरुणा भगिनि? अस्तु बहुधा इत्युक्ते बहुवारं वा महोदय? बहुधा, बहुवारं, बहुधा, द्विधा, द्विधा भवति, बहुधा, बहुवारं, बहुवारं वा बहुविधौ वा महोदय? बहुविधम् इति, हा तत्र केवलं बहुविधम् इत्युक्ते तत्र हा वारम् अपि विधः तत्र किञ्चित् हा तत्र भेदः तु अस्ति. तत्र बहुवारम् इत्युक्ते एतत् तत्र मम मित्रं माम् उक्तवान् बहुवारम् एतत् करोतु एतत् करोतु एतत् करोतु, तदस्ति बहुवारं. किन्तु बहुधा इत्युक्ते मा तत्र मम सखी अस्ति सापि उक्तवती, अन्यः अपि उक्तवान्, तत्रापि अहं गतवान् तत्रापि एतत् मया श्रुतम् इति, अतः बहुधा श्रुतम् इति भिन्नभिन्नरूपेण श्रुतं. बहुधा, बहुधा, सत्यं भगिनि, सत्यं, समीचीनमस्ति. अतः तत्र बहुधा मध्ये बहुवारमपि अन्तर्भूतः अस्ति, किन्तु केवलं बहुवारम् इति नास्ति. महोदय तत्र गुणग्राही सुहृद् प्रेमी इति गुणी शब्दवत् एव भवति किल? गुणग्राहिन् गुणग्राहिन् सुहृद् प्रेमिन् इति प्रेमिन् सत्यं भगिनि, हा सत्यं. तत्र इनि तत्र प्रेमिन् अपि ग्राहिन् इति तत्र गुणिन् शब्दवत् इनि प्रत्ययः तादृश अर्थे तत्र यस्मिन् यस्य इति अर्थे. आम् महोदय, हा यस्मिन् प्रेम अस्ति सुहृद् सुहृदः प्रेम अस्ति इति. आम् आम् आम् महोदय, अस्तु अस्तु महोदय. प्रेमिन् अस्ति चेत् प्रेमी प्रेमिणौ प्रेमिणः इति भवति वा महोदय? हा गुणी गुणिनौ गुणिनः, नकारः आगच्छति न महोदय? हा तत्र प्रेमिणः इति सत्यं भगिनि, हा यतोहि तत्र मकारः तु पवर्गीय अस्ति. सत्यं भगिनि, हा प्रेमिणः इति सत्यम्. अस्तु समीचीनम्, अग्रे गच्छामः. इदानीं तत्र एतावत् तत्र श्रीप्रिया भगिनी न श्रूयते भगिनि? अस्तु श्रूयते, हा इदानीं श्रूयते भगिनि. अग्रे पठितुम् इच्छति वा भगिनि? आं पठामि महोदय. अस्तु भगिनि, अग्रिमे पुटे. पत्न्याः आग्रहेण उत्साहितः सुदामा द्वारकायात्रायै सज्जः अभवत्. पद्भ्यां गच्छन् सः द्वारकां प्राप्तवान्. राजद्वारे राजकर्मचारिणः तस्य प्रवेशं न अनुमतवन्तः. राजा कृष्णः मम सुहृद् अस्ति इति सुदामा स्वपरिचयं प्रस्तुतवान्, किन्तु कर्मचारिणः तस्य वाचि न विश्वसितवन्तः. तस्य परिहासं कृतवन्तः. हा तावत् पर्यन्तं भगिनि. पत्न्याः आग्रहेण सः प्रेरितवान् आसीत् सुधामा, अतः सः द्वारकां प्रति प्रस्थानं कृतवान्. हा तत्र सज्जः अभवत्. किमर्थं सज्जः अभवत्? द्वारकायात्रायै सज्जः अभवत्. तत्र किमर्थम् इति अस्ति इति कृत्वा तत्र चतुर्थी चतुर्थी अस्ति. किमर्थम् इति प्रश्नस्य उत्तरे चतुर्थी स्थापितुं शक्नुमः खलु. किमर्थम् द्वारकायात्रार्थम् अथवा द्वारकायात्रायै सज्जः अभवत्. हा केन कारणेन सः सज्जः अभवत्? पत्न्याः आग्रहेण पत्न्याः आग्रहेण सः उत्साहितः अभवत् अपि प्रेरितः सज्जः अपि अभवत्. समीचीनं भगिनि. अग्रे पद्भ्यां गच्छन् सः द्वारकां प्राप्तवान्. सः प्राप्तवान्. किं प्राप्तवान् अथवा कां प्राप्तवान्? द्वारकां प्राप्तवान्. द्वारकां प्राप्तवान्. तत्र प्राप्तवान् इति प्राप्नोति इति पदस्य तत्र क्रियापदस्य अर्थद्वयमस्ति. किमस्ति? एकमस्ति तत्र तत्र पुस्तकं. पुस्तकम् अहम् इच्छामि किन्तु तत् कुत्र अस्ति इति न जानामि. तत्र अत्र अस्ति वा अन्यत्र अस्ति वा इति सर्वत्र दृष्ट्वा अन्ते अहं पुस्तकं प्राप्तवान्. इदानीं पुस्तकं मम हस्ते अस्ति. इदानीं पुस्तकं प्राप्तम् इति वदामः. अत्र अत्र तु किञ्चित् भिन्नः अस्ति. तत्र तत् तद् देशं प्राप्तवान् इत्युक्ते तत्र गतवान् इति. द्वारकां द्वारकां गतवान्. महोदय पद्भ्यां गच्छन् इत्युक्ते पद्भ्याम् इति विभक्तिका भगिनी श्रीप्रिया भगिनी पद्भ्याम् इति तृतीय मम प्रश्न तु महोदय यदि ते बालावस्था सुहृद् अस्ति चेत् तत्तु भिन्न भिन्नदेश अपि अस्ति तत्र. महोदय मथुरातः द्वारका पद्भ्यां गतवान् सः. सत्यं भगिनि. तत्र तु विमानं नासीत्. अतः तत्र अन्यः मार्गः नास्ति खलु भगिनि. अथवा तत्र अन्य कोऽपि यदि तत्र किम् अश्वयानम् अथवा अन्यत् यद् भवति. किन्तु किन्तु दीर्घयात्रा सत्यं भगिनि. सत्यं भगिनि. सत्यं. द्वारका कुत्र अस्ति मथुरा कुत्र अस्ति खलु. किन्तु तादृश अपि मीरा कृतवती खलु भगिनि. सापि पद्भ्यामेव गतवती. तत्र राजस्थान देश प्रदेशतः खलु मथुरा नगरं सापि पद्भ्यां गच्छन्ती एव प्राप्तवती खलु. महोदय 1353 किलोमीटर्स् अस्ति महोदय. आं भगिनि. आं भगिनि. अहं दृष्टवान् तत्र. तत्र मीराभाय् इति तत्र एम् एस् सुब्बलक्ष्म्याः एकं चित्रम् अस्ति. न जानामि यदि सर्वे दृष्टवन्तः अथवा न. किन्तु तत्र दर्शनस्य समये वयं गूगल् मध्ये दृष्टवन्तः तत्र. महोदय शङ्कराचार्य केरळात् गतवान् पद्भ्यामेव. सत्यं भगिनि. सत्यं सत्यम्. अतः तत्र प्रसिद्धः अस्ति पद्भ्यां गमनं प्रसिद्धम् अस्ति. केवलं वयं न कुर्मः किन्तु अस्मिन् काले तत् वक्तुं न शक्यते महोदय. अस्मिन् काले केवलं तत्र पद्भ्यां वयं किं गृहात् कार्यानं पर्यन्तं पद्भ्यां गच्छामः. 5 किलोमीटर् वाक्. भगिनि तत्र 5 मीटर् वाक्. इदानीं मास्तु. अस्तु अस्तु. विषयान्तरं मास्तु. आषाढ मासे अस्ति. किं भगिनि? पण्डर्पुर् यात्रा अस्ति आषाढ मासे. सर्वे पद्भ्यां गच्छन्ति तत्र. सत्यं भगिनि. अहमपि श्रुतवान्. सत्यं. सत्यं भगिनि. तत्र इदानीं तत्र कस्मिन् दिवसे तद् भवति आरम्भम्? आषाढ मासे कस्मिन् दिने भवति इति न जानामि किन्तु आषाढ मासे अस्ति. आषाढ मासे एकादशी दिवसस्य बहु उत्सवः अस्ति तत्र. दिवसे तत्र स्थातव्यम्. अस्तु अस्तु. तैपूसम् अपि महोदय. सत्यं भगिनि. अतः तत्र अनेकाः विषयाः सन्ति किन्तु इदानीं तत्र कुत्रापि वयं न गन्तुं शक्नुमः पद्भ्यां वा अथवा. अस्तु. गृहात् एव तत्र सर्वं करणीयमस्ति. अस्तु सत्यं भगिनि. अस्तु अतः पद्भ्यां गच्छन् सः द्वारकां प्राप्तवान्. अग्रे राजद्वारे राजकर्मचारिणः तस्य प्रवेशं न अनुमतवन्तः. राजकर्मचारी तं भवनं प्रेषणार्थम् अनुमतिं न दत्तवन्तः. हा तत्र भवान् अत्र मा आगच्छतु, तत्र भवतः प्रवेशः नास्ति अत्र, वयम् अतः तत्र प्रवेशं तस्य प्रवेशं न अनुमतवन्तः. तत्र राजकर्मचारिणः राजकर्मचारी तत्र यस्य आचारः तत्र कर्मचारः तत्र राज्ञः कर्मचारः ये कुर्वन्ति ते राजकर्मचारिणः. तत्र ते कुत्र सन्ति? राजद्वारे सन्ति. अपि ते सुधाम्नः प्रवेशं न अनुमतवन्तः. इदानीम् अग्रे अतः सुधाम किं वदति? राजा कृष्णः मम सुहृद् अस्ति इति सुधामा वदति, स्वपरिचयं करोति. हा सः स्वपरिचयं करोति, प्रस्तुतवान्. प्रस्तुतवान् इत्युक्ते तत्र उक्तवान् अथवा प्रदर्शितवान्. सः श्रीकृष्णः राजा श्रीकृष्णः मम मित्रम् अस्ति अथवा मम सुहृद् अस्ति इति सः सुधाम्ना स्वपरिचयं कृतवान्. अथवा तत्र अहं श्रीकृष्णस्य सुहृद् अस्मि इति अथवा. अस्तु अग्रे. किन्तु कर्मचारिणः तस्य वाचि न विश्वसितवन्तः. हा इदानीं तत्र वाचि इति अस्ति, तत्र विश्वासः इति भवति चेत् तत्र विश्वासः कुत्र अस्ति इति भवति. अतः तत्र विश्वासः भवति चेत् प्रयोगः अस्ति सप्तमी विभक्ति. अतः कस्मिन् विश्वसितवन्तः अथवा न विश्वसितवन्तः तस्य वाचि वाच् इति भवति. वाच् शब्दः अग्रे भवति हलन्तपदं तत्र. किन्तु तत्र वाच् इति इदानीं किमर्थं तत्र किं स्थूलक्षरे न दत्तमस्ति इत्युक्ते तत्र वाच् इति स्त्रीलिङ्गपदं भवति. अतः तत्र हलन्तपदमेव अस्ति किन्तु स्त्रीलिङ्गपदम् अस्ति. वाक् वाचौ वाचः द्वितीयपुटे अस्ति स्वरूपमहोदयस्य करपत्रे. द्वितीयपुटे प्रथमस्त्रीलिङ्ग हलन्तपदं वाच् चकारान्तपदं. किन्तु अतः तत्र वाचि तत्र पश्यतु तत्र भवत् सप्तमी एकवचनम् आसीत्, भवति आत्मन् पदस्य सप्तमी एकवचनम् आसीत् आत्मनि, वाच् पदस्य प्रथमा सप्तमी विभक्ति एकवचनम् अस्ति वाचि इति दृष्ट् इति यदि वदामः यदि पश्यामः तत्र किं तत्र चतुर्थी पञ्चमी तृतीया चतुर्थी पञ्चमी षष्ठी किमस्ति इति वक्तुं शक्नुमः वा? वाच् पदस्य तृतीया किं भवति? वाचा मनसा वाचा कर्मणा कर्मणा. अतः वाचा कर्मणा इति. हा अग्रे अपि चतुर्थी वाचे. हा अपि इदानीं पञ्चमी षष्ठी किं भवति? वाचः वाचः सप्तमी वाचि. अतः पश्यतु इदानीं स्त्रीलिङ्ग हलन्तपदानमपि परिचयः अभवत्. अस्तु वाचि न विश्वसितवन्तः. ते किं कृतवन्तः? ते तस्य परिहासं कृतवन्तः. हा तत्र परिहासं कृतवन्तः अथवा तत्र तस्य परिहासं कृतवन्तः इति एव भवति. तत्र हसति इति तत्र अकर्मकधातुः अस्ति खलु. अतः तत्र तं परिहसति इति न वक्तुं शक्नुमः. तस्य परिहासं कस्य परिहासम्? एतस्य परिहासम्. अतः तत्र सुधाम्नः परिहासं कर्मचारिणः कृतवन्तः. समीचीनं भगिनि, धन्यवादः. अस्तु इदानीं तत्र ललिता भगिनि अग्रे. वदामि महोदय. अस्मिन् एव अवसरे कृष्णः दूरात् सुदामानं दृष्ट्वा स्वयं तत्र आगतवान्. इदानीं तत्र द्वितीयविभक्ति एकवचनरूपं पश्यामः. तत्र किमस्ति? सुदामानं. सुदामानं दृष्ट्वा तत्र अवसरे तस्मिन् अस्मिन् एव अवसरे इत्युक्ते एतत् सर्वम् अभवत् तत्र सर्वं प्रचलन् अस्ति. तत्र राजकर्मचारिणः अपि सुदामः तयोः मध्ये सम्भाषणं प्रचलन् अस्ति. तस्मिन् एव समये तस्मिन् एव अवसरे श्रीकृष्णः किं भवति? श्रीकृष्णः दूरात् श्रीकृष्णः पञ्चमी विभक्ति अस्ति. दूरात् सुदामानं दृष्ट्वा स्वयं तत्र आगतवान् श्रीकृष्णः एव सः एव तत्र आगतवान् सः आगतवान् अग्रे आलिङ्गनपूर्वकम् अभिनन्द्य सः सुदामानम् अन्तःपुरं नीतवान्. अन्तःपुरं नीतवान् सः सुदामानम् अन्तःपुरं नीतवान्. तत्र नीतवान् इति नीतवान् नयति इति अस्ति. नयति नयति. इदानीं तत्र कोऽपि वदति वा तत्र नयति इति क्रियापदस्य विशेष्यं किम् अस्ति? तत्र नयति इति क्रियापदस्य कोऽपि विशेषगुणमस्ति? द्विकर्मकधातुः अस्ति. अतः तत्र ललिता भगिनी तत्र पश्यतु. तत्र नीतवान् सः सः नीतवान् सः श्रीकृष्णः नीतवान् कं नीतवान्? सुदामानं. सुदामानं नीतवान्. कृष्णः सुदामानं नीतवान्. इदानीं प्रश्नः पुनः तत्र कुत्र अथवा किं नीतवान्? अतः तत्र अतः तत्र कर्मपदद्वयमस्ति तत्र. किं कृत्वा? अभिनन्द्य सः नीतवान्. समीचीनम्. अभिनन्द्य सः ल्यबन्तपदमस्ति. अभि इति उपसर्गः अस्ति. आलिङ्गपूर्वकम् इति स्नेहपूर्वकं. न आलिङ्गनम् इत्युक्ते आलिङ्गनं करोति स तत्र प्रथमतया अभिनन्दनं करोति. तदनन्तरम् आलिङ्गनं करोति. तदनन्तरं अन्तःपुरं नयति. नीतवान् आलिङ्गनपूर्वकम् अभिनन्द्य स्नेहपूर्वकं न वा आलिङ्गनं? तत्र चित्रे प्रदर्शितमस्ति खलु भगिनि आलिङ्गनं. आलिङ्गनं कृत्वा इति तत्र अभिनन्द्य आलिङ्गनं कृत्वा सः सुदामानम् अन्तःपुरं नीतवान्. अग्रे परिचयं सम्प्राप्य सत्यभामा सुदाम्नः पादौ प्रक्षाल्य वस्त्राञ्चलेन रोञ्चितवती. वस्त्राञ्चलेन परिचयं सम्प्राप्य सत्यभामा कृष्णस्य पत्नी तत्र परिचयं कस्य परिचयं प्राप्तवती सा? सुदाम्नः परिचयं प्राप्तवती. अतः सुदाम्नः परिचयं सम्प्राप्य सम्प्राप्य सा किं कृतवती इदानीं? सुदाम्नः पादौ प्रक्षालितवती. वस्त्राञ्चलेन इत्युक्ते वस्त्रस्य अञ्चलम् इति अञ्चलम् इत्युक्ते तत्र भागः यत् भागः अन्ते अस्ति तत्र कार्नर् एण्ड् इति तत्र शाटिका अस्ति चेत् शाटिकाञ्चल तत्र वस्त्राञ्चलेन प्रक्षाल्य इत्युक्ते तत्र प्रक्षाल्य इदानीं तत्र प्रोञ्चितवती तत्र तत्र जलं यत् सर्वमस्ति तत्र जानीमः खलु तत्र पादपूजा यदा भवति एतदेव भवति खलु अतः तत्र किन्तु पश्यतु तत्र सुधामः सुधामः श्रीकृष्णस्य पादौ प्रक्षाल्य इति नास्ति किन्तु सत्यभामः सुधाम्नः पादौ प्रक्षाल्य वस्त्राञ्चलेन प्रोञ्चितवती अग्रे आगमनसमये सुधाम्नः पत्नी कृष्णस्य कृते स्थितपान् प्रेषितवती हा इदानीं तत्र किञ्चित् दृष्ट्वा वदामः भगिनि तत्र सुधाम्नः पत्नी सुशीला हा पत्नी किं कृतवती प्रेषितवती किं प्रेषितवती पृथुकान् इत्युक्ते तण्डुलान् इट् इस् पोहा दट् इस् सत्यं सत्यं हा पृथुकान् पृथुकान् ओदनस्य विद एकं ओदनस्य एकविधं समीचीनं भगिनि हा अतः पृथुकाः पृथुकान् प्रेषितवती तत्र का प्रेषितवती पत्नी प्रेषितवती सुधाम्नः तत्र कस्मिन् समये आगमनसमये सप्तमी विभक्ति हा तत्र यथा एषः सुधामा तत्र द्वारकानगरं गन्तुं तत्र प्रस्थितवान् तस्मिन् समये सा प्रेषितवती कृष्णस्य कृते प्रेषितवती सा तत्र इदानीं सुधामा इति अस्ति तत्र चतुर्थी एकवचनं कोऽपि वक्तुम् इच्छति वा चतुर्थी एकवचनं सुधाम्ने हा सुधाम्ने दत्तवती सुधाम्ने दत्त्वा सुधाम्ने दत्त्वा एतद् एते पृथुकाः श्रीकृष्णस्य कृते सन्ति इति उक्तवती महोदय वदतु भगिनि अत्रापि सुधाम्नः अस्ति अहं संस्कृत इन्द्रिय अत्र सुधामन् प्रातिपदकमस्ति चेत् षष्टिरूपं सुधाम्नः सुधाम्नोः सुधाम्नाम् सुधामन् इति प्रातिपदिकम् सुधामन् अस्तु भगिनि धन्यवादः सुधामन् नकारान्तपदं खलु धन्यवादः भगिनि धन्यवादः भगिनि सुधामन् इति सत्यं प्रथमविभक्तिः सुधामा इति सुधामा सुधा सुधाम्ना सुधाम्ना तृतीया सुधाम्ने सुधाम्नः सुधाम्नः सुधामिन् सुधाम्नि सुधाम्नि सुधामनि सुधामनि अथवा सुधाम्नि नत्तं न केवलं तत्र सुधाम्नि अस्ति वा अथवा सुधामनि सुधाम्नि सुधाम्नि अस्तु अस्तु अस्तु अस्तु अस्तु रूपद्वयम् अस्ति अस्तु धन्यवादः भगिनि हा धन्यवादः अस्तु समीचीनम् अस्ति अतः चतुर्थी क्षम्यतां महोदय अत्र अभिनन्द्य इत्युक्ते स्वागतम् इति अर्थे वा हा अभिनन्द्य तत्र अभिनन्द्य इत्युक्ते तत्र अभिनन्दनानि करोति अथवा तत्र स्वागतं करोति हा बहु बहु कालानन्तरं वयं पश्यामः भवान् कथम् अस्ति तत्सर्वं तत्र अत्र तु तत्र भवान् आगतवान् अस्ति स्वागतं स्वागतम् इति तत्र सत्कारम् अतिथिसत्कारम् इति चिन्तयतु पृथुकः पृथुकः इत्युक्ते पोहा इति महोदय श्रीकृष्णस्य प्रियः अस्ति तदेव अस्ति सः एव सः एव अस्ति महोदय अभिनन्द्य अभिनन्द्य अपि आनन्द इति पदस्य नन्दपदस्य पदतः आयाति महोदय अस्तु आनन्दं हा अस्तु आनन्दं प्रकट्य इति तत्र प्रायशः आनन्दं तस्य प्रकटनम् अथवा प्रदर्शनं कृत्वा इति अस्तु भगिनि तदेव कङ्ग्राचुलेशन्स् अपि सत्यं भगिनि सत्यमेव सत्यं हा वयमपि सन्तुष्टाः स्मः इति हा सत्यं भगिनि हा सत्यं सत्यं भगिनि हा समीचीनम् अस्तु इदानीं तत्र ललिता भगिनि कुत्र स्मः पत्नीकृष्णस्य कृते प्रतिभां प्रेषितवती सुदामा सङ्कोचवशात् तान् न निष्कासयति स्म हा तत्र निष्कासयति स्म तत्र इत्युक्ते तत्र अन्ते एव स्थापितवान् अस्ति तत्र बहिः सः न दत्तवान् हा न दत्तवान् अस्ति इति हा अस्ति इति अपि न उक्तवान् तस्य प्रदर्शनं न कृतवान् मम समीपे अस्ति इति न उक्तवान् न दत्तवान् अपि न प्रदर्शितवान् सुदामा लज्जितः अस्ति हा अतः अतः अतः तत्र तत्र सुदामा सङ्कोचवशात् सः तस्य सङ्कोचः अस्ति इति कृत्वा सङ्कोचवशात् तस्मात् कारणात् लज्जया तान् पृथुकान् न निष्कासयति निष्कासयति पर्यायशब्दं तत्र उद्घाटयति इति तादृश तत्र अन्तः अस्ति तत्र बहिः आगन्तव्यम् अस्ति तत्र किन्तु सः न करोति तत् अतः तत्र रहस्यस्थले एव स्थापितमस्ति तत्र बहिः न दृश्यते पृथुकाः बहिः न दृश्यन्ते अस्तु इदानीं तत्र समीचीनम् अस्तु अग्रे अन्ते उषा भगिनी हा धन्यवादः भगिनि क्षम्यताम् अहं मम गन्तव्यमस्ति अस्तु भगिनि क्षम्यतां हा अस्तु अस्तु गच्छतु भगिनि हा नमस्कारः नमस्कारः अस्तु उषा भगिनी अग्रे आं महोदय सुदामा इत्युक्ते सु इत्युक्ते ग्रेट्लि इति अस्ति महोदय दामा मीन्स् गिविङ्ग् ही हू गिव्स् ग्रेट्लि महोदय अस्तु भगिनि धन्यवादः यः ददाति यः बहु ददाति सः सुदामा सः सुदामा अस्तु उत्तमम् अस्ति भगिनि धन्यवादः उत्तमं नाम अस्ति खलु उत्तमं नाम अस्ति अस्तु भगिनि तत्र किञ्चित् प्रायशः तत्र वाक्यम् एकं वाक्यम् अथवा वाक्यद्वयं कुत्र महोदय इदानीं तत्र सङ्कोचवशात् न निष्कासयति स्म परन्तु परन्तु अनवधानात् यदा पोटलिका अधः पतिता तदा कृष्णः झटिति ताम् उन्मोच्य सहर्षं पृथुकान् खादितवान् तत्र बहु किमपि अस्ति तत्र श्रीकृष्णः खादितवान् किं खादितवान् पृथुकान् खादितवान् तत्र सहर्षं तत्र सन्तुष्टेन सन्तुष्टेन अधः पतिता झटिति झटिति तत्र निमिषद्वयं तदनन्तरम् इति न तत्र उन्मोच्य व्यप्रत्यय तत्र मोचनं कृत्वा इति उद्घाट्य इति सहर्षं पृथुकान् खादितवान् यदा कदा यदा सा पतिता पोटलिकायाम् अस्ति पृथुकान् पृथुकाः पृथुकाः कुत्र सन्ति पोटलिकायां सन्ति पोटलिका स्त्रीलिङ्गपदम् अस्ति सत्यं भगिनि पोटलिका पोटलिका अधः पतिता तत्र केन कारणेन अथवा कस्मात् कारणात् पोटलिका पतिता तस्य अनवधानात् तस्य अवधानम् अन्यत्र आसीत् इति सुदाम्नः अवधानम् अन्यत्र आसीत् इति कृत्वा अस्मिन् विषये तस्य अनवधानम् आसीत् अतः पोटलिका अधः पतिता ततः श्रीकृष्णः झटिति तत्र पृथुकान् स्वीकृत्य खादितवान् इति अस्तु समीचीनं भगिनि अस्तु धन्यवादः अस्तु, तर्हि समयः अपि जातः. तत्र अग्रिमे सप्ताहे सर्वे आगन्तुं शक्नुवन्ति वा, अथवा वर्गः भवतु न वा इति किं चिन्तनम्? सर्वान् वर्गान् विरामः. नरेश महोदय भवान् आगन्तुं शक्नोति वा? आम् अस्तु, अहमपि आगन्तुं शक्नोति. अहमपि आगन्तुं शक्नोमि. महोदय भवान् विरामं स्वीकरोतु महोदय एकवारम्. एतदेव, एषः एव विरामः अस्ति भगिनि. एवं वा? तत्र संस्कृतस्य किमपि चिन्तनम् अस्ति चेत् विरामः एव तत्र. अन्यत् अपि कुर्मः, एतदपि कुर्मः, तत् केवलम् एतदेव इति नास्ति. हा, किन्तु यदि भवान् आगन्तुं शक्यते चेत् सर्वे. अस्तु, अतः अग्रिमे सप्ताहे अपि कुर्मः. शोभा भगिनी, भवती किं वक्तुम् इच्छति? आं महोदय, आगन्तुं शक्नोति. अस्तु, आगमिष्यामि. अस्तु, मधु महोदय. आं महोदय, आगमिष्यामि. अस्तु, श्रीप्रिया भगिनी. वर्गः अस्ति चेत् वर्गः अस्तु, वर्गः भवति इति मन्ये महोदय. अस्तु, आगमिष्यामि महोदय. अस्तु भगिनि, अस्तु अस्तु, तर्हि अतः तत्र अग्रिमे सप्ताहे वर्गः कुर्मः. अस्तु, श्रीप्रिया भगिनी, भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि? सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः भगिनि, नमः, धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय.